सिर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्। पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्। नानाख्यानककेशरं हरिकथा सम्बोधनाबोधितम्। नानाख्यानककेसरं हरिकथा सम्बोधनाबोधितम्। लोके सज्जनषट्पदैरहरः पेपीयमानं मुदा। लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा। भूयाद्भारतपङ्कजं कलिमल प्रध्वंसिनः श्रेयसे। भूयाद्भारतपङ्कजं कलिमलप्रध्वंसिनः श्रेयसे। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्। यत्कृपातमहं वन्दे परमानन्दमाधवम्। यत्कृपादमहं वन्दे परमानन्दमाधवम्। अथ ध्यानम्। अथ ध्यानम्। शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्। शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्। विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्। विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्। लक्ष्मीकान्तं कमलनयनं योगिभिध्यानगम्यम्। लक्ष्मीकान्तं कमलनयनं योगिभिध्यानगम्यम्। वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्तवैः। यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्तवैः। वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः। वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः। ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो। ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो। यस्यान्तन्न विदुःसुरासुरगणा देवाय तस्मै नमः। यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः। अथ गीतामहात्म्यम्। अथ गीतामहात्म्यम्। गीताशास्त्रमिदं पुण्यं यः पठे प्रयतः पुमान्। गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्। विष्णोपदमवाप्नोति भयशोकविवर्जितः। विष्णोः पदमवाप्नोति भयशोकविवर्जितः। गीताध्ययनशीलस्य प्राणायामपरस्य च। गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनं पुंसां जलस्नानं दिने दिने मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सुकृद्गीताभ्यसि स्नानं संसारमलनाशनम् सकृद्गीताम्भसि स्नानं संसारमलनाशनम् गीतासु गीता कर्तव्या किमन्यैशास्त्रविस्तरैः गीतासु गीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्माद्विनिःश्रुता या स्वयं पद्मनाभस्य मुखपद्माद्विनिःश्रुता भारतामृत सर्वस्वं विष्णोर्वत्राद्विनिःश्रुतम् भारतामृत सर्वस्वं विष्णोर्वक्त्राद्विनिःश्रुतम् गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत् पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एकं शास्त्रं देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एको मन्त्रस्य नामानि यानि कर्मप्येकं तस्य देवस्य सेवा एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा भूमा महोदय भवती म्यूट् अस्ति ॐ श्री परमात्मने नमः अथ श्रीमद्भगवद्गीता विश्वरूपदर्शनयोगः एकादशोऽध्यायः अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंहितम् अर्जुन उवाच मदनुग्रहाय परं गुह्यमध्यात्मसंहितम् यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम यत्त्वयोक्तौ वचस्तेन मोहोऽयं विगतो मम भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया त्वत्तकमलपत्राक्ष माहात्म्यमपि चाव्ययम् त्वतः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् एवमेतत् यथार्थत्वम् आत्मानं परमेश्वर एवमेतद् यथार्थत्वमात्मानं परमेश्वर द्रष्टुमिच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम द्रष्टुमिच्छामि ते रूपम् ऐश्वर्यं पुरुषोत्तमम् मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् श्रीभगवानुवाच पश्य मे पार्थरूपाणि शतशोऽथ सहस्रशः श्रीभगवानुवाच पश्य मे पार्थरूपाणि शतशोऽथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च नानाविधानि दिव्यानि नानावर्णाकृतीनि च पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा बहून्य द्रष्टपूर्वाणि पश्याश्चर्याणि भारत बहून्य द्रष्टपूर्वाणि पश्याश्चर्याणि भारत इहैकस्तं जगत्कृष्णं पश्याद्य सचराचरम् इहैकस्थं जगत्कृष्णं पश्चात् सच्चराचरम् मम देहे गुडाकेश यच्छान्यद्द्रष्टुमिच्छसि मम देहे गुडाकेश यच्छान्यद्द्रष्टुमिच्छसि न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा न तु मां शक्यसे द्रष्टुम् अनेन स्वचक्षुषा दिव्यं ददामि मित्ते चक्षुः पश्य मे योगमैश्वरम् दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् सञ्जय उवाच एवम् उक्त्वा ततो राजन् महायोगेश्वरो हरिः सञ्जय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः दर्शयामास पार्थाय परमं रूपमैश्वरम् दर्शयामास पार्थाय परमौरूपमैश्वरम् अनेकवक्त्रानयनम् अनेकाद्भुतदर्शनम् अनेकवक्त्रानयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्यानेकोद्यथायुधम् अनेकदिव्याभरणम् दिव्यानेकोद्यतायुधम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् दिव्यमाल्याम्बरधरन् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् सर्वाश्रयमयं देवमनन्तो विश्वतोमुखम् दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता दिवि सूर्यसहस्रस्य भवेद्युगप्तुतिथा यदि भासदृशी सा स्यात् भासस्तस्य महात्मनः यदि भासदृशी सा स्याद् भासतस्य महात्मनः तत्रैकस्थं जगत्कृष्णं प्रविभक्तमनेकधा तत्रैकस्थं जगत्कृष्णं प्रविभक्तमनेकधा अपश्यद्देवदेवस्य शरीरे पाण्डवस्तथा अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ततः स विस्मयाविष्टः हृष्टरोमा धनञ्जयः ततः स विस्मयाविष्टः हृष्टरोमा धनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिरभाषत प्रणम्य शिरसा देवं कृताञ्जलिरभाषत अर्जुन उवाच पश्यामि देवांस्तव देवदेहे सर्वांस्तथा भूतविशेषसङ्घान् अर्जुन उवाच पश्यामि देवांस्तव देवदेहे सर्वांस्तथा भूतविशेषसङ्घान् ब्रह्मानमीशं कमलासनस्थं ऋषीं च सर्वानुरवांश्च दिव्यान् ब्रह्मानमीशं कमलासनस्थं ऋषीं च सर्वानुरंगाश्च दिव्यान् अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप किरीटिनं गदिनं चक्रिनं च तेजो राशिं सर्वतो दीप्तिमन्तम् किरीटं गदिनं चक्रिनं च तेजो राशिं सर्वतो दीप्तिमन्तम् पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् दीप्तानलात् कद्युतिमप्रमेयम् पश्यामि त्वां दुर्निरीक्ष्य समन्तात् दीप्तानलर्काद्युतिमप्रमेयम् त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् त्वमक्षरं परमौ वेदितव्यं त्वमस्य विश्वस्य परं निधानम् त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मते मे तमव्ययः शाश्वतो धर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिशूर्यनेत्रम् अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदन्तपन्तम् पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदन्तपन्तम् द्यावा पृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः द्यावा पृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः दृष्ट्वाद्भुतं रूपमुग्रं तदेवं लोकत्रयं प्रव्यधितं महात्मन् दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् अमीहि त्वां सुरसङ्घाविशन्ति केचिद्भीताः प्राञ्जलयो गृह्णन्ति अमीहि त्वां सुरसङ्घाविशन्ति केचिद्भीताः प्राञ्जलयो गृह्णन्ति स्वस्तीत्युक्त्वा महर्षि सिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः प्रपुष्कलाभिः स्वस्तीत्युक्त्वा महर्षिर्सिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः रुद्रादित्या वसवो ये च साध्या विश्वेऽस्मिनौ मरुतश्चोष्मपाश्च रुद्रादित्या वसवो ये च साध्या विश्वेष्विनौ मरुतोष्मपाश्च गन्धर्वयच्चासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मितास्तैव सर्वे गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ति त्वां विस्मिताश्चैव सर्वे रूपं महत्ते बहुवक्त्र नेत्रं महाबाहो बहुबाहूरुपादम् रूपं महत्ते बहुवक्त्र नेत्रं महाबाहो बहुबाहूरुपादम् बहूदरं बहुदंशाकरालं दृष्ट्वा लोका प्रव्यथितास्तथाहम् बहूदरं बहुदंशाकरालं दृष्ट्वा लोका प्रव्यथितास्तथाहम् नभस्पृशन्दीप्तमनेकवर्णं यात्ताननन्दितविशालनेत्रम् नभस्पृशं दीप्तमनेकवर्णं व्यात्ताननन्दीप्तविशालनेत्रम् दृष्ट्वापि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि समं च विष्णो दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि समं च विष्णो दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि द्रंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि दिशो न जाने न लभे च शर्मा प्रसीद देवे च जगन्निवास दिशो न जाने न लभे च शर्मा प्रसीद देवेश जगन्निवास अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः भीष्मो द्रोणसूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः भीष्मो द्रोणसूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि केचिद्विलग्नादशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः केचिद्विलग्नादशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः यथा नदीनां बहवोऽम्बुवेगात् समुद्रमेवाभिमुखा द्रवन्ति यथा नदीनां बहवोऽम्बुवेगा समुद्रमेवाभिमुखा द्रवन्ति तथा तवामि नरलोकवीरा दिशन्ति वस्त्राण्यभिज्वलन्ति तथा तवामि नरलोकवीराः दिशन्ति वक्त्राण्यभिज्वलन्ति यथा प्रदीप्तं ज्वलनं पतङ्गा दिशन्ति नासाय समृद्धवेगाः यथा प्रदीप्तं ज्वलनं पतङ्गाः दिशन्ति नाशाय समृद्धवेगाः तथैव नाशाय दिशन्ति लोकाः तवापि वस्त्राणि समृद्धवेगाः तथैव नाशाय विशन्ति लोकाः तवापि वक्त्राणि समृद्धवेगाः लेलीह्यसे ग्रसमानः समान्ताल् लोकान् समग्रान् वदनैज्ज्वलद्भिः लेलीह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैर्ज्वलद्भिः तेजोभिरापूर्य जगत्समग्रम् भासस्तवोग्राः प्रतपन्ति विष्णो तेजोभिरापूर्य जगत्समग्रम् भासस्तवोग्राः प्रतपन्ति विष्णो आख्याहि मेको भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद आख्याहि मेको भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद विज्ञातुमिच्छामि भवन्तमार्जन् न हि प्रजानामि तव प्रवृत्तिम् विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् श्रीभगवानुवाच श्रीभगवानुवाच कालोऽस्मि लोकाक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः कालोऽस्मि लोकाक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ऋतेऽपि त्वान्न भविष्यन्ति सर्वे एव स्थिताः प्रत्यनीकेषु योधाः ऋतेऽपि त्वान्न भविष्यन्ति सर्वे एव स्थिताः प्रत्यनीकेषु योधाः तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् मयैवैते निहिताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा न्यानपि योधवीरान् द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् मया हतांस्त्वं जहि मा व्यधिष्ठा युद्ध्य स्वजेतासि रणे सपत्नान् मया हतांस्त्वं जहिमा व्यतिष्ठाः युद्ध्यस्वजेतासि रणे सपत्नान् सञ्जय उवाच सञ्जय उवाच एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमान किरीटी एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी नमस्कृत्वा भूय एवाह कृष्णं तदत्कदं भीतभीतः प्रणम्य नमस्कृत्वा भूय एवाह कृष्णं सगत्कदं भीतभीतः प्रणम्य अर्जुन उवाच अर्जुन उवाच स्थाने हृषीके तव प्रतीत्या जगत्प्रहृष्यत्यनुरज्यते स स्थाने ऋषिकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरञ्जते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः कस्माच्च तेन न मेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे कस्माच्च तेन न मेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् अनन्तदेवेश जगन्निवास त्वमक्षरं सत्तत्परं यत् त्वमादिदेव पुरुष पुराण त्वमस्य विश्वस्य परं निधानम् त्वमादिदेव पुरुषः पुराण त्वमस्य विश्वस्य परं विधानम् वेत्रासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूपा वेत्रासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप वायुर्यमोऽग्निर्वरुणशशाङ्क प्रजापतिस्त्वं प्रपितामहश्च वायुर्यमोऽग्निवरुणशशाङ्क प्रजापतिस्त्वं प्रतितामहश्च नमो नमस्ते सुसहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते नमो नमोऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्ता अध पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्वा नमः पुरस्तादयदात पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्वा अनन्तवीर्यामितविक्रमस्त्वम् सर्वं समाप्नोषि ततोऽसि सर्वः अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वा सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति प्रकेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेतं मया प्रमादात् प्रणयेन वापि अजानता महिमानं तवेदं मया प्रमादात् प्रमाणेन वापि यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु यच्चावहासार्थमसत्कृतोऽस्ति विहारशय्यासनभोजनेषु एकोऽथ व्याप्यच्युत तत्समक्षम् तत्क्षामये त्वामहमप्रमेयम् एकोतवाच्युत तत्समक्षम् तत्साक्षमये त्वामहमप्रमेयम् पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुद्गरीयान् पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् न त्वत्समोक्षस्भ्यधिक कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव न त्वत्समोक्षस्यभ्यधिक कृतोऽन्यो लोकत्रये प्रतिमयप्रभाव तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमेद्यम् तस्मात् प्रणाम्य प्रणिधाय कायं प्रसादये त्वामहमीशमेद्यम् पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् इतेव पुत्रस्य सखेव सख्युः प्रियप्रियायार्हसि देव सोढुम् अदृष्टपूर्वं प्रेषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे अदृष्टपूर्वं प्रेषितोऽस्मि दृष्ट्वा भयेन च प्रव्ययितं मनो मे तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते श्रीभगवानुवाच श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् मया प्रसन्नेव तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् तेजोमयं विश्वमनस्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन च दृष्टपूर्वम् न वेदयज्ञाध्ययनैर्न दानैः न च क्रियाभिर्न तपोभिरुग्रैः न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिन तपोभिरुग्रैः एवं रूपस्य अहं लोके द्रष्टुं त्वदन्येन कुरु प्रवीर एवं रूपस्य अहं लोके द्रष्टुं त्वदन्येन कुरु प्रवीर मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीद्रुं ममेदम् मा ते त्वया मा च विबुधभावो दृष्ट्वा रूपं घोरमीद्रुं यसेतभिप्रीतमाना पुनस्त्वं तदेव मे रूपमिदं प्रपश्य त्वयपेदभिप्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य सञ्जय उवाच सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा आश्वासमास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा अर्जुन उवाच अर्जुनो उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन दृष्टैर्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीमस्मि संवृत्तः इदानीमस्मि संवृत्तः सते सचेताः प्रकृतिं गतः श्रीभगवानुवाच श्रीभगवानुवाच सुदर्दर्शमिदं रूपं दृष्टवानसि यन्मम सुदर्शदर्शनदर्शमिदं रूपं दृष्टवानसि यन्मम देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः नाहं वेदैर्न तपसा न दानेन न चेज्यया नाहं वेदैर्न तपसा न दानेन न चेज्यया शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा भक्त्या त्वनन्यया शक्या अहमेवं विधोऽर्जुन भक्त्या त्वनन्यया शक्य अहम् एवं विधोऽर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप मत्कर्म कृन्मत्परमो मद्भक्तसङ्गवर्जितः मत्कर्म कृन्मत्परमो मद्भक्तसङ्गवर्जितः निर्वैरः सर्वभूतेषु यः समाप्नेति पाण्डव निर्वैरः सर्वभूतेषु यः समामेति पाण्डव ॐ तत्सदिति श्रीमद्भगवद्गीतासु ॐ तत्सद् इति श्रीमद्भगवद्गीतासु उपनिषत्सु उपनिषत्सु ब्रह्मविद्यायां ब्रह्मविज्ञायां योगशास्त्रे योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैक एकादशोऽध्यायः विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः ॐ सर्वं श्रीकृष्णार्पणमस्तु ॐ सर्वं श्रीकृष्णार्पणमस्तु कायेन वाचा मनसेन्द्रियैः वा बुद्ध्यात्मना वा प्रकृतेस्वभावात् यद्यत् सकलं परस्मै नारायणायेति समर्पयामि यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः